नमस्कारः. अद्यतनकरपत्रम् अस्ति तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम् इति. गते सप्ताहद्वयं करपत्रं प्रवर्तमानम् अस्ति. तर्हि प्रथमं किम् आसीत् इति किञ्चित् पुनरालोकनरूपेण दृष्ट्वा अग्रे गच्छेम. अत्र अरुणा भगिनी वक्तुमिच्छति किं भगिनि विकरणप्रत्ययस्य विषये, वाक्यत्रयं वा चतुष्टयं वा लघुरूपेण? आम् महोदय, किं पठति? आरम्भतः लघु संक्षेपरूपेण वदति किं विकरणप्रत्ययस्य विषये तुदादिगणस्य. तुदादिगणे चतुप्रत्यश्यति इति कारणात् टिङ्क्षि सार्वदातुकम् इति सूत्रेण सार्वदातुकं प्राप्नुवन्ति. ततः अर्थः कर्तर्या अर्थे कर्तृर्थार्थे भवति. अपि प्रथमः कर्तरि शप् इति सूत्रं विहितः. तदा कर्तरि शप् इति सूत्रेण चुदातिहासः सूत्रम् आगच्छति. परन्तु सः षित् अस्ति, परन्तु अपि तति ततः गुणकार्यं न भवति. केन सूत्रेण? प्रथममस्ति अपित् इत्यनेन सार्वधातुकम् अपित् नित् इति सूत्रमस्ति. सार्वधातुक निद्वद् भवति सार्वधातुकम् अपित् इति सूत्रेण. अनन्तरं निति च इति सूत्रेण गुणकार्यं निषेधं भवति. धन्यवादः भगिनि. सरला भगिनी अग्रे कीतिनिति विशिष्टकार्याणि इति वाक्यचतुष्टयमेव दीर्घम् अस्तु इति विकरणप्रत्ययः अस्ति इति सार्वधातुकमस्ति इति भवति. अनेन त्रीणि कार्याणि भवन्ति. एकमस्ति निषेध गुणनिषेधं, द्वितीयकार्यमस्ति निदितां धातूनाम् उपधायां न लोप. किन्तु चुदादिगणे गणे एकं विशेषसूत्रम् आगत्य पुनः आगम भवति. शेतुं फादीनां नुं वाच्य इति सूत्रेण प्रथमं नकारस्य लोपः भवति, पुनः नकार आगच्छति. वार्तिकम् अस्ति, वार्तिकम् अस्ति, वाच्यः इति अस्ति खलु, वार्तिकमस्ति. तृतीयकार्यमस्ति सम्प्रसारिणानां धातूनां सम्प्रसारणं. ये धातव गृहि ज्या वै व्यधि वष्टि विचति विष्टि पृच्छति भजितां गति च इति सूत्रेण सम्प्रसारणं कारं भवति. न सम्प्रसारणं च अनेन द्वितीयसम्प्रसारणं वर्णस्य सम्प्रसारणं भवति. सम्प्रसारणं च यदि द्वे अच्छस्वरा अस्ति तत् पूर्वपरयोस्थाने पूर्वरूप आदेश भवति इति सम्प्रसारणं कार्यं भवति. तदादिगणे अपि अचिष्णु धातु भ्रुवां युवो युवङ्गो इति विशेषकार्यम् आगच्छति. यदा यथा भुवादिगणे प्रभाद्य वा ऐकोयणचि प्रभाद्य यदि भवति सामान्यसूत्रं, तस्य प्रभाद्य तीक्ष्णु धातु ध्रुवं योजवङ्गो यदि ईकारान्त धातु अस्ति वा उकारान्त धातु अस्ति तयोस्थाने इयं वा उवम् इति आदेश आगच्छति. इति तदनन्तरं सामान्यधातव सन्ति तेषां क्षम्यतां मणिमहोदय वदति किं महोदय सामान्यधातूनां का स्थितिः इति. नमस्ते महोदय. नमस्ते महोदय. सामान्यधातवः सामान्यधातवः संक्षिप्तरूपेण वाक्यचतुष्टयं वदति. साधारणतया अत्र सार्वधातुकम् अपित् इति सूत्रेण गुणकार्यं भवितुम् अर्हति, परन्तु तुदादिगणे अपित् अस्ति अतः पुगन्धलद्भुतस्य वा उपधा अपि गुणकार्यं न भवति, अन्तिमवर्णः अपि गुणकार्यं न भवति. सामान्यतया अदुबध, इदुबध, उदुबध, ऋदुबध इति धातु अस्ति. अत्रापि अत् अस्ति अधः अपित् अधः गुणकार्यं न भवति. उदाहरणे तुद् इति धातुः अस्ति चेत् स्वीकरणप्रत्ययः अधः तुद इति भवति. अनन्तरं चतुर्प्रत्ययमेलनेन अत् इति अगौगुणे इति वचने तुदत् इति कार्यं किमपि कार्यं न गुणकार्यं न भवति, केवलं गुणे इति शत्रन्त शत्रुप्रत्ययस्य महोदय. अनन्तरम् अत्र सामान्यतया पुगन्तलघुपदस्य च वा सार्वधातुकार्धातुकयोः इत्यनेन गुणः भवति स्म, किन्तु अपित् अस्ति इति कृत्वा सार्वधातुकम् अपित् इत्यनेन गुण अपित्वम् आरोपितं भवति, नित्वम् आरोपितं भवति, परिवर्तनं भवति. अतिदेशसूत्रमस्ति, अनन्तरं नीति च इति गुणनिषेधः भवति. धन्यवादः महोदय. अस्तु, अग्रे अस्माकम् आसीत् विशेषदातवः इति प्रवर्तमानः अस्ति. गते सप्ताहे वयं किं दृष्टवन्तः इति इत्युक्ते इगन्तदातवः इति इकारान्तदातूनां विषये. यथा पूर्वं भगिनी उक्तवती, इकारान्तदातूनाम् उकारान्तदातूनां सामान्य अस्माकम् इको एणचि इति प्रभाद्य अधुना तु सार्वधातुक अर्धातुकयोः इति निषिद्धं भवति इति कृत्वा अचिष्णुधातु ब्रुवाङ्गयोर्युवङ्गौ इति सूत्रेण इति सूत्रं कार्यं करोति. यद्यपि अचिष्णुधातु धातु ब्रुवाङ्गयोर्युवङ्गौ इति सूत्रे नितिपरे इति न उक्तं, तथापि साक्षात् पश्यामः चेत् नितिपरे एव कार्यं करोति. किमर्थम् इत्युक्ते यदि नित्वा कित्वा गित् नास्ति चेत् अपित्वा नास्ति चेत् सार्वधातुकार्धातुकयोः इति कार्यं भवति स्म, किन्तु तद् प्रभाद्य अचिष्णुधातु ब्रुवाङ्गयोरुवङ्गौ इति सूत्रं कार्यं करोति. तर्हि इयङ् इति आदेशः भवति इकारान्तदातूनाम्, उकारान्तदातूनामपि उवङ् इति आदेशः. समानकार्यं प्रवर्तते दिवादिगणे अपि, एकमेव भेदः वर्तते. किम् इत्युक्ते यत्र इयङ् इति आदेशः भवति तत्र तु अत्र किम् अस्ति अस्माकं तुदादिगणे दिवादिगणे तत्र दीर्घः भवति, न अस्य तु दीर्घः न भवति खलु. आमां समानकार्यम् अस्ति तत्रापि. किं भगिनि? ऋकारान्तदातूनामेव किमर्थम् इत्युक्ते तत्र अहं तद् अनन्तरं वदामि. तर्हि इकारान्त उकारान्तदातूनां केवलं इयङ् उङ् इति एव आदेशः वर्तते. उग् इति भूत्वा अनन्तरं प्रत्ययेन सह मेलनं भूत्वा अतो गुणे पुनः अतो गुणे अत्रापि कार्यं करोति. तर्हि गु धातोः उकारस्य स्थाने उ आदेशः, गुव इति गुव् इति अङ्गम्, अनन्तरं धातुः, अनन्तरं श इति प्रत्ययस्य मेलनेन गुव इति अङ्गम्, अत् इति शत्रुप्रत्ययः, अतो गुणे इत्यनेन गुवत् इति रूपं प्राप्नुमः. अनन्तरं ऋकारान्तदातूनां कृते अपि गते सप्ताहे अपि दिवादिगणे अपि समानकार्यं सामान्यकार्यमस्ति. अत्र तु ऋकारान्तदातूनां मृङ् शैङ् लिङ्क्षु इत्यनेन अत्र किम् अस्ति रिङ् इति आदेशः भवति ऋकारस्य स्थाने खलु. रिङ् इति आदेशः भूत्वा यत्र रिङ् आदेशः भवति ऋकारस्य स्थाने, सः च रि इति आदेशः रि इति आदेशः भूत्वा अधुना तु इकारान्तदातुः भवति. किमित्युक्ते यद्यपि एकदेश विक्रणम् अनन्यवत् इति परिभाषा अस्ति खलु, विकृतम् अनन्यवत् इति, तर्हि एकस्मिन् देशे विकृतं जाते सति अपि यत्र मृ धातुः उदाहरणार्थं मृ इति भवति, तथापि धातुः एव तिष्ठति. किमर्थम् इत्युक्ते प्रत्ययेन सह मेलनं न अभवत् इति कृत्वा धातुसंज्ञा एव तिष्ठति इति कृत्वा पुनः अचिष्णुधातु इकारान्तदातुः इति स्वीकर्तुं शक्यते. तर्हि अचिष्णुधातु ब्रुवाङ्गयोरुवङ्गौ इत्यनेन इयङ् आदेशः भूत्वा मेलनं भवति. अत्र किम् इत्युक्ते अत्र सर्वे ऋकारान्तदातवः उदादिगणे तु किम् अस्ति आत्मनेपदिनः सन्ति इति नियमः. यदि दिवादिगणेपि समानकार्यम् अस्ति, किन्तु दिवादिगणे यत्र इय इति आदेशः भवति इयङ् आदेशः, तथा तु हलीच इति सूत्रस्य प्रसक्तिः भवति. रेफवकारान्तानां तु यदि उपदा यत् इकारः अस्ति, इक् वर्णः अस्ति, तस्य तु दीर्घः भवति हलीच इत्यनेन सूत्रेण. अत्र तु हलीच इत्यस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते अजादिप्रत्ययः अस्ति अस्माकं श इति प्रत्ययः अस्ति इति कृत्वा हलिच प्रसक्तिः नास्ति, तर्हि ह्रस्वैकारः एव तिष्ठति. दीर्घऋकारान्तदातूनामपि अन्यत् कार्यमस्ति हृदयधातुः इति सूत्रम्. अनेन ऋकारस्य स्थाने इकारः भवति, स च इकारः ऋकारस्य स्थाने भवति इति कृत्वा उरण्ड्रपरः इति रेपः परे आगच्छति. अनन्तरं वर्णमेलनम्, अनन्तरम् अतो श इति प्रत्ययेन सह मेलनम्, अनन्तरम् अतो गुणे इत्यनेन उदाहरणार्थं कृधातोः कि इति भवति हृदयुद्धातो इत्यनेन, अनन्तरम् उरण्ड्रपरः इत्यनेन किर् भूत्वा किरयोगः अत् किरत् इति रूपं. समानकार्यमासीत् तुदादिगणे अपि, क्षम्यतां दिवादिगणे अपि, किन्तु तत्र तु पुनः हलीच इति कार्यं भवति स्म. किमर्थम् इत्युक्ते यकारादि शन् प्रत्ययः, स्वीकरणप्रत्ययः, यकारादि हल् प्रत्ययः, हल् वर्णः इति कृत्वा हलीच इति भवति. अत्र तु ङ्क्षु तत् कार्यं करोति. तत् अहम् उक्तवती भगिनि, ऋकारान्तदातूनाम् अभवत्, अधुना अहं दीर्घऋकारान्तदातूनां विषये वदामि. तत् अभवत् भगिनि, अधुना एव अहम् उक्तवती. तद् तत् समाप्य अग्रे अहं वयम् अग्रे हृदयधातोः इति विषये पश्यामः. अधुना दीर्घऋकारान्तदातूनां श्रुणं आगच्छति. तत् अभवत्, अहं मया उक्तम् आसीत्. तर्हि अत्रापि उभयत्र, यत्र ह्रस्वऋकारः वा दीर्घऋकः हलीच इति प्राप्तिः प्रसक्तिः भवति. ह्रस्वऋकारान्तदातूनां रिङ् इति आगच्छति, रिङ् इति आदेशः भवति इति कृत्वा यकारः यकारान्तदातुः भवति इति कृत्वा हलीच इत्यस्य कार्यं भवति दिवादिगणे. तथा एव हृदयधातोः यत्र दीर्घऋकारान्तदातूनां विषये यत्र इकारः आयाति, अनन्तरम् उरण्ड्रपरः इति रेपः परे अस्ति, तत्र हलीच इति कार्यं करोति स्म. यत्र शन् प्रत्ययः परे अस्ति चेत्, किन्तु अत्र तुदादिग अस्मिन् करपत्रे तुदादिगणे इति कृत्वा हलीचकार्यं न करोति इति. एतावत्पर्यन्तं गते सप्ताहे अस्माभिः दृष्टं खलु. अग्रे धातुवादेशः इति पश्यामः. पुष्पभगिनी पठति किम्? अस्तु भगिनि, धात्वादेशः ऋकारान्तः धात्वादेशः पा आदि आदिधातूनां धात्वादेशः द्वौ धातु स्तः तुदादौ धातुद्वयं शदलृ पाघ्राग्मस्तान् दृशि अर्ति शर्ति शद् सदां पिब जिग्र धम तिष्ठ मन यच्च पश्य ऋच्छ धौ शीयसीदां पाघ्राद्मा इत्यादीनां स्थाने पिब जिग्र धम एते आदेशाः भवन्ति क्षितिपरे. केवलं क्षितिपरे इति ध्येयम्. अनुवृत्तिसहितसूत्रं पाघ्राद्मास्तान् दृशि अर्ति सर्ति षद् सदाम् अङ्गस्य पिब जिग्र धम तिष्ठन यच्छ पश्य ऋच् धौ शीयसीदां क्षिति. तत्तु क्षिति अस्ति चेत् ये सर्वे अनुवर्तनम् आगच्छति इति. शदल् रुष् योगः श अत्र एक सूत्रं वदति आदेशिति न आदेशिति इत्यनेन सकारः आगच्छति सम्यक् भगिनि किं पठति न शदल् सद् आगच्छति न तत् सद् इति तत् धात्वादेशः सः इत्यनेन सकारः भवति षद् इति धातोः धात्वादेशः न धात्वादेशः इत्यनेन सद् आगच्छति सद्योगः आ पाग्राद्मा इत्यनेन सूत्रेण सीद् इति सीद आदेशः सीदायोगः आ अतो गुणे इत्यनेन अपदान्त अतः गुणे पूर्वपरयोः पररूपम् एकादेशः सीदा इति अङ्गं सीदायोगः शत्रु अतो गुणे इत्यनेन सीदत् इति तिष्ठति शदलृ विसरण गत्यवसादनेषु इति धातुः भादौ अपि तुदादौ अपि भवति भेदः अस्ति आच्छिनद्योर्नुम् इत्यनेन तुदादौ शतरि शत्रि न शतरि इत्यनेन शत्रु शत्रुप्रत्ययपरे स्त्रियां नुं विकल्पः तत्तु सीदन्तु पुल्लिङ्गे सीदन्ति सीदति स्त्रीलिङ्गे अस्ति सत्यं न धन्यवादः पादातोः विषये वयं भुवादिगणे दृष्टवन्तः पिब इति आदेशः भवति पिबति इति अधुना अत्र तु दादौ तु धातुद्वयं शद्रु शद्रु इति अपि बि बिन्दु इष्टातो न शद्रु शद्रु इति षद् इति धातोः अपि शद्रु षद् इति अभवत् मूर्धन्यषकारः यत् आसीत् तत्तु अभवत् अनन्तरं दन्त्यषकारः अस्ति खलु षद् इति धातुः शदलृ योगः षद् योगः पाग्राद्मा इति सूत्रेण सीद् आगच्छति सीद् आगच्छति सीता योग आ अतो गुणे सूत्रेण सीया भगिनि श्रीया तत् अभवत् भगिनि अग्रे मूर्धन्यषकारः नास्ति अस्माकं तु दन्त्यषकार अस्ति तद् क्षम्यतां तालवीषकारः तालव्य पाग्रात्मा सूत्रेण शीय योग आ अतो गुणे शीय शीय योग सानच् शीय योगः आन आने मुक् इत्यनेन आने पदे अदन्तस्य मुक् आगम भवति शीय योगमान शीयमान रूपं सिद्धं भवति सदृशातने इति धातुः भुवादौ अपि धातौ भेदपि भवति उभयत्र रूपाणि समानानि समाना नास्ति इति वदति विद्या भगिनी किमर्थम् इत्युक्ते दीर्घ इकारः अस्ति खलु शीय इति अस्ति शीययोगः शप् इति पुनः आ इति एव आयाति तत्र किं भवति इत्युक्ते पुगन्तलघुपदस्य क्षत्यस्य प्रसक्तिः नास्ति किमर्थं लघुपद इकारः नास्ति तर्हि शीय इति एव तिष्ठति शीययोगः शीय इति एव अतो गुणे इत्यनेन शीय शीयमान इति एव आगच्छति तत्रापि इष्टातो अत्र अतो गुणे इत्यस्य उक्त इदं किम् अत्र अतो गुणे इति सूत्रम् इदं सूत्रं वृद्धिरेचि अकः सवर्णे दीर्घः इत्यनयोः अपवादभूतसूत्रम् अस्तु. तदपि महोदय उक्तमस्ति. तर्हि उदाहरणार्थम् उक्तं फटयोगः फटत् अतो गुणे इत्यनि अत्र अकः सवर्णे दीर्घः इत्यस्य अपवादभूतसूत्रं सेवयोगः ए सेवे अतो गुणे अत्र उद्धरेति इत्यस्य अपवादभूतसूत्रम्. आं भगिनि, प्रश्नः नास्ति खलु. विद्या भगिनी किम् उक्तवती सीद इति धातोः शीद इति धातोः रूपं किम् उक्तवती? समान यथा इदम् अत्र दत्तमस्ति भगिनि. न न पुष्पा भगिनी वदति समाना नास्ति इति मनसि मनसि श्रीय उभयत्र रूपाणि समानानि द्वादौ द्वादौ इति वदति न द्वादौ ददाति द्वादौ तत्र समाना नास्ति इति तत्र समाना नास्ति इति वदति कथं न भगिनि तत्र तु शीयन्ति इति आगच्छति यदि वयं पश्यामः चेत् तत् उभयत्र शीयमान इति शीयमान आम् आं समानमेव अस्ति पुष्प भगिनि. अस्तु अस्तु अस्तु अस्तु किन्तु अवगतं खलु अत्र अतो गुणे इति सूत्रम् अकः सवर्णे दीर्घ वृत्तिरेचि अन्योः उपवादसूत्रम् इति दत्तमस्ति. अग्रे सुब्रह्मण्य महोदय पठति. इदानीम् इस् धातोः चकारादेशः एकधातुः सुधातौ इश् इच्छायाम् इति धातुः सुगमीमां चः इश् गम् यम् येषां चकारादेशः भवति सिति परे अनुवृत्तिसहितसूत्रं सुगमीमाम् अङ्गस्य चः सिति अत्र इस् धातु गम् धातु यम् धातु इत्यादीनां शकारस्य मकारस्य चकारादेशः भवति सिति परे इति दत्तं केवलं सिति परे इति देयम् अतः इच्छति परन्तु एष्यति इच्छति परन्तु एष किमर्थं किमर्थं तत् वदति एष्यति लुट्लकारे प्रत्ययः कः विकरणप्रत्ययः कः तत्र विकरणप्रत्ययः आयव इस्य इति खलु तत्तु आर्धधातुकप्रत्ययः अस्ति आर्धधातुकविकरणप्रत्ययः मध्ये आगच्छति इस्य इति प्रत्ययः लुट्लकारे भविष्यत्कालार्थे इस्य इति प्रत्ययः षित् नास्ति शप् षित् अस्ति षकारः अपि षित् अस्ति यत्र ष इति प्रत्ययः अस्माकं दुधादिगणेश इति अस्ति खलु तत् षित् अस्ति इति कृत्वा ईषुगमीमां शः इत्यस्य प्रसक्तिः प्राप्तिः अपि किन्तु यत्र लुट्लकारे इस्य इति प्रत्ययः आगच्छति तत्र तु षित् नास्ति इति कृत्वा प्रत्ययस्य प्रसक्तिः प्राप्तिः न भवति इति तर्हि षकारः एव तिष्ठति षकारस्य स्थाने चकारः न भवति तत्र केवलं यत्र सार्वधातुकप्रक्रिया भवति तत्र यत्र कर्त्रार्थे श इति प्रत्ययः आगच्छति तत्र तत्र चकारः आयाति आर्धधातुकप्रक्रिया अस्ति चेत् तत्र न भवति. धन्यवादः. लोन्त्यस्य इत्याभ्यां शकस्थाने छ इच् योः चे च इत्यनेन चकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक् आगमो भवति. आद्यन्तौ टक्तौ इत्यनेन इकारस्य अनन्तरं न तु पूर्वम् इच् योः इद इत् स्तोः शुनाशुः इत्यनेन तौर्गस्य चकारादे चकार चौर्गाभ्यां योगे तवर्गस्य क्रमात् चौर्ग आदेशः इच् इच् योगः इच् इच्छयोः अधोग्नेतिनेन पररूपम् इच्छति इति इष्टाने चकारस्य चकारादेशः भवति सुगमं च इति सूत्रेण अत्रापि अलन्तस्य अपि कार्यं करोति अन्तिमवर्णः इति उक्तम्। अनन्तरं चेच इति सूत्रेण तुगागमः ह्रस्वस्य ईकारस्य अनन्तरं तुगागमः आद्यन्त तकितौ इति सूत्रेण तकारस्य परे आदेशः क्षम्यतां सोहोचुनाशु इति सूत्रेण तकारस्य शकार चकार आदेशः अतः रूपम् इच्छ इच् इति विकर्णप्रत्यय आकारः अतः इच्छ इति अनन्तरं चतुर्प्रत्यय आत् इति अधोगुणेतन इच्छत् इति रूपं भवति। चेच चकारे परे ह्रस्वस्य तुक् आगमः भवति चे सप्तम सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् अनुवृत्तिसूत्रं ह्रस्वस्य तुक् चे च संविधायं तदेव वयम् उक्तः। आद्यन्त तकितौ पठामि महोदय अद आद्यन्त तकितौ टित् च टित् च यस्य आगमः तस्य क्रमशः आदौ च अन्ते च अवयवः भवति आगमः टित् चेत् पूर्वम् आयाति आगमः किच् चेत् अन्ते आयाति आदिश्य अन्तस्य आद्यन्तौ उत्तरेतरदन्तः तश्च कश्च टकौ इतरेतरदन्तः टकौ इतौ ययोः तौ टकितौ बहुव्रीहि आद्यन्तौ प्रथमान्तं टकितौ प्रथमान्तं द्विपदम् इदं सूत्रं निवृत्तिसरसूत्रम् आद्यन्तौ टकितौ किमपि किमपि भवति अत्र ईकारस्य तस्य परं कित् अस्ति तुगागम कित् अस्ति अतः ह्रस्वस्य इकारस्य परम् आगच्छति यदि टित् अस्ति इकारस्य पूर्वं भवितुमर्हति। तर्हि अत्र किं क्रियते इत्युक्ते स्थानिनः इति षष्टिविभक्ति अत्र निर्दिष्टं सूत्रे विधिसूत्रे तस्य स्थानिनः पूर्वं वा परं वा आयाति इति। अन्यत् अपि आगमः अस्ति खलु तस्य सूत्रं वदति किं महोदय मिदच्युवन्तपुरः इति सूत्रेण अत्रापि ह्रस्वनुमागमः ह्रस्वस्य ह्रस्वस्वरस्य अनन्तरं भवति उदाहरणार्थम् अस्ति किन्तु पक्षतु मित् इत्युक्ते अन्तिम अल्वर्णस्य अनन्तरम् आयाति इति अचुवर्णस्य अनन्तरम् अन्तिम अचुवर्णस्य ह्रस्वस्य इति नास्ति तत्र केवलम् अन्तिम अचुवर्णस्य अत्र चेच इति सूत्रे ह्रस्वस्य इति आयाति तावदेव चेच इति सूत्रे एव ह्रस्वस्य उक्तौ आगमः तु कस्यपि स्थानिनः आगमः भवितुम् अर्हति कस्य स्थानिनः भवति तस्य पूर्वं वा परं वा भवति दीर्घः वा भवतु वा तत्तु भिन्नमस्ति प्रायः व्यञ्जनमपि भवितुम् अर्हति। तर्हि तदस्ति आगमः आगमः अनन्तरं मित् इति आगमः यत्र मित् अस्ति आगमः उदाहरणार्थं नुम् आगमः मकारस्य संज्ञा भवति इति वा उदा मित्तु नुं तु मित् अस्ति इति मित् इत्यस्य उदाहरणम् अस्ति तत् तत्तु अन्तिम अचुवर्णात् परे आयाति इति। धन्यवादः महोदय अत्र प्रश्नः नास्ति खलु केवलं किम् इत्युक्ते इषुधातुः एकः एव चकारान्तदातुः अस्ति षकारान्तदातुः अस्ति इति तस्य चकारादेशः भवति। भगिनि अत्र टकितौ अत्र टकारस्य पूर्व आगच्छति तत्तु न तद् उदाहरणमस्ति वा आं भगिनि इडागमः इति वदामः खलु इट् इति आगमः इडागमः इति यत्र इडागमः आर्धधातुकप्रत्ययेषु इडागमः भवति उदाहरणार्थं पट् योगः इस्य योगः इति अस्ति खलु, तर्हि तत्र तु इस्य इति प्रत्ययस्य इडागमः भवति, आर्धातुकस्य इडागमः भूत्वा तत् इट् अस्ति इति, इट्टागमः टित् अस्ति इति कृत्वा इस्य प्रत्ययस्य आदौ आयाति, तर्हि पठिष्यति इति रूपं प्राप्यते. अनन्तरम् अन्यदपि उदाहरणमस्ति, आडुत्तमस्य पिच्छ इति, उत्तम उत्तमपुरुषस्य आट् आगमः भवति, तदपि टित् अस्ति, तर्हि तादृश आगमः आट् इति आगमः यत् उत्तम उत्तमपुरुषे ये प्रत्याः सन्ति तेषाम् आदौ आयाति, किमर्थम् इत्युक्ते टित् इति कृत्वा उत्तमपुरुषस्य प्रत्ययानाम् आगमः अस्ति इति कृत्वा उत्तमपुरुषस्य प्रत्ययानाम् आदौ आयाति. तर्हि यत्र अस्माकं लोट्लकारे उत्तमपुरुषे अस्ति खलु तत्र, तर्हि पटानि पटाव पठाम इति आगच्छति. अन्यदपि अस्ति खलु आट् किम् अस्ति लङ्लकारे किम् अस्ति अस्माकं लुट् लग् लुङ् लङ् लुङ् षड् दातः इति पूर्वे अस्ति आदौ अस्ति पूर्वम् भगिनि. धन्यवादः भगिनि. अग्रे सरला भगिनी पठति भगिनि. तृतीयबिन्दु सुप्रसारणः धातवः ग्रहीज्या वै व्यधि वष्टि विचति उच्चति पृच्छति वृद्धिना वृद्धीनां वृद्धि च ग्रह ज्या वय व्यध वश व्यच वश्च वृश्च प्रच्छ व्रश्च एषां भवति यतिमिति प्रथे परे. उदाहरणमस्ति ॐ रश्चु व्रश्च वृश्च व्रश्च च. यदा ॐ रश्चु अस्ति अत्र उपदेशे अनुनासिकजने ओकार ओकारस्य संज्ञा भूत्वा तस्य लोपः भवति, व्रश्च इति भवति भवति. इदानीं बकार रेफ् अस्ति कोण्डसम्प्रसारणम् इति सूत्रेण रेफस्य सम्प्रसारणं भवति, तस्य स्थाने रिकारान्तु रित् आगच्छति वर्ण किन्तु कस्य स्थाने कः वर्णः इति कथं निर्णयणं मम आशयः आसीत् इग्यणः सम्प्रसारणम् इति. तर्हि इक्स्थाने यण् आदेशः भवति खलु, तर्हि क्षम्यतां यणः स्थाने इक् आदेशः भवति. आम् इक्यणः सम्प्रसारणम् इति. अनन्तरं वृश्च इति भवति शत्रुप्रत्ययः वदति किं भगि भगिन्यः ध्वनिः अस्तु ज्वरः अस्ति किम् इति श्रूयते. वृश्च योग अ इति अकम्पनि अनेन पूर्वपरयोस्थाने अ इति अवशिष्यति, वृश्च इति भवति वृच्छत् इति. धातुः तु व्रश् इति अस्ति हलन्तम् अस्ति, अनन्तरं वृश् इति भूत्वा अनन्तरं श इति प्रत्ययेन सह मेलनं भूत्वा अ इति व्रश्य वृश्य इति भवति, तथा एव अनन्तरम् अत् इति अतो अतो गुणे इति आगच्छति. प्रच्छ इति पुनः गृहीज्या वै इति सूत्रेण रेकारस्य स्थाने प्र आगच्छति, ऋग् आगच्छति, पृच्छ इति भवति. तदनन्तरं षकारयोजनेन पृच्छ भवति, तदनन्तरम् अतोगणे इत्यनेन पृच्छ इति भवति, तदा शत्रु इति योजनेन पृच्छत् इति भवति. भ्रश्च अस्ति भ्रज् भवति, इदानीम् अपि भ्रश्च भ्रज् इति सूत्रेण द्विजावयुयाने भ्रश्च भ्रज् भवति. तदनन्तरं सोच्नाष्टु इति सूत्रेण चकारस्य स्थाने तालवीय शकारः आगच्छति, तदनन्तरं छलाञ्झषि इति सूत्रेण शकारस्य तृतीय सदस्य ज आगच्छति, भ्रज् इति भवति, पुनः अकारयोजनेन भृज् भवति, भृज्ययोग अस्ति भृज्जत् इति भवति, भृज्जति धातु इति द्विपदे अस्ति, सो शानच् योजनेन अकारान्त आनेमप् इत्यनेन अदन्ताङ्गम् अस्ति, किम् अकार आगच्छति, सो भृज्यमान शानच् प्रत्यय भवति, भृज्जत् इति शतप्रत्यय भवति, व्यच् इति सूत्रेण व्यच् यकारस्य अपि यकार एव तिष्ठति, सम्प्रसारणं वकारस्य न भवति, यकारस्य एव भवति इति खलु, वर्णद्वयं सः सम्प्रसारणवर्णद्वयम् अस्ति, वकारः यकारः यकारस्य स्थाने इकार आगच्छति, सो विच् इति भवति, तदनन्तरम् अकारयोजनेन यकारयोजने विच् भवति, तदनन्तरं शक्लयोजनेन विच्छत् इति भवति. धन्यवादः भगिनि. भगिनि अत्र वकार यकार यकार एव सम्प्रसारणम् आगच्छति इति एकसूत्रमस्ति वा? तदेव उक्तवन्तः खलु, न सम्प्रसारणेन सम्प्रसारणे वर्णे परे, अधुना वकारस्य पश्यामः चेत् तस्य परे सम्प्रसारवर्णः अस्ति खलु, तर्हि सम्प्रसारणे परे वकारस्य सम्प्रसारणं न भवति, न सम्प्रसारणे सम्प्रसारणं. धन्यवादः भगिनि. पुष्पभगिनी, नुमागमः इति नुमागमः अष्टधातवः. एतावता अस्माभिः दृष्टं यद् धातुः इदित् चेत् नुमागमस्य प्रसक्तिः, यथा वदि धातुः इदित् ह्रस्व इकारः इत् यस्य सः इदित् अस्ति, अतः इदितो नुम् धातोः इति सूत्रेण नुमागमः विहितः. वदितु वद् इति अङ्गम् अत्र वन्द् नुमागमः दितो नुम् धातोः इत्यनेन वन्द् वन्द् इति आगच्छति. अत्र नश्च पदान्तस्य जलेन तथैव अनुस्वारः आगच्छति वन्द्, अनुस्वारस्य ये परसवर्णः इत्यनेन वन्द् इति भवति, परन्तु तुदादिगणे कश्चन अन्तर्गणः अस्ति, मुचाद्यन्तर्गणः, अत्र यत्र धातुः इदित् नास्ति चेत् अपि नुमागमः विधीयते. सामान्यतया नुमागमः तु इदित् अस्ति चेदेव भवति खलु, संज्ञा भवति. अत्र तु किन्तु तुदादिगणे यद्यपि इदित् नास्ति तथापि अष्टानां धातूनां तु नुमागमः भवति, किमर्थम् इत्युक्ते मुजादि अन्तर्गणैः वर्तते इति कृत्वा, शो मुजादीनाम् इत्यनेन दोषः अस्ति तत् मुचाद्यन्तवर्गणः मुचल्रु मुच् इति अस्ति, शिच् तु सिच् तद् इदानीं वदति त्वं आदेशप्रत्ययोः न आदेशप्रत्ययोः इत्यनेन श्री श्री आगच्छति भगिनि पुनः धातुवादेशः सः धात्वादेशः धातुवादे धातुवादे शकारस्य स्थाने सः सकारादेशलु तदेव धातुवादे पठामः परन्तु मनसि नास्ति तिष्ठति विदलु विद् खिद् खिद् फिश् पिश पिश् कृति कृत् लिप लिप् लुपल् लुपलृ लुप् मुच् योगः श अत्र मुच् योगः आ शे मुचादीनां नुमागमः भवति शः परे मिदचोन्त्यात् परः यः आगमः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति पश्यति चेत् अत्र इदितो किं धातोः इति सूत्रस्य साक्षात् अग्रिमसूत्रमस्ति शेमुजादीनाम् इति तर्हि इदितो नुम् धातोः इत्यस्मात् नुम् इति अनुवृत्तिः आयाति अस्मिन् सूत्रे मित् बहुव्रीहि अस्तु तद् मित् प्रथमान्तं तद् अत्र अनुवृत्तिसाहित्यसूत्रं नास्ति नुम् आगमः मित् अस्ति मकारः इत् यस्य सः अतः नुम् अचः अन्त्यात् परः आयाति अचः अन्त्यात् आगच्छति मुचलरु मुच् मुञ्च् आगच्छति उपदेशे जनना अनासिक इत्यनेन मुच् आगच्छति पूर्ण सोपानमपि पश्यामः एकनिमिषम् अग्रे प्रायः अरुणा भगिनी पठति किल सन्देहः मुचादीनाम् इति सूत्रेण इदितुं धातुः किञ्चित् भेदः अस्ति किल अत्र इत् अस्ति चेत् इदितुं धातुः इति नकर आदेशः बट् परन्तु मुचादीनां तत् कार्यं नास्ति धात्वादेशः इति चिन्तयामि धात्वादेशः नास्ति अत्र तु नुमागमः अस्ति आम् आं परन्तु इत् इत् नास्ति अत्र कण्डिशन् तदेव उच्यते न तदेव उक्तम् अग्रिमसूत्र इदितो नुम् धातोः इत्यस्य अग्रिमसूत्रमस्ति केवलं नुम् इति अनुवृत्तिः आयाति तत्र शेमुदादीनाम् इत् अस्ति एव इत् अस्ति एव अत्र इत् नास्ति न भगिनि आम् इत् नास्ति चेदपि इदित् नास्ति चेदपि मुजादीनां मुजादि अन्तर्गणस्य मुजादि अन्तर्गणस्य नुमागमः भवति इति भगिनि एकः प्रश्नः अस्ति एतत् समूहे मुजादि अन्तर्गण न भगिनी न श्रोतुं शक्नोमि भगिनि किद् किद् पिश् एतस्मिन् गणे पुस्तकम् एकनिमिषम् अहं मया न श्रूयते पुनः वदतु सरला भगिनी भवत्याः ध्वनिः उचादि अन्तर्गणे इति अष्टधातवः सन्ति किन्तु तस्मिन् शिच् विज्ल खिद् पिश् लिप् इति इदित् धातुः सन्ति तत्र इदित् नास्ति इदित् इत्युक्ते किं ह्रस्व इकारः इत् यस्य सः अत्र तु इकारस्य लोपः न भवति खलु किद् किद् एव यस्य इकारस्य इत्संज्ञा भवति सामान्यतया यदि इकारः अजननासिकः इकारः अस्ति चेत् उपदेशे अजननासिकः इत् इत्यनेन लोपः भवति खलु अत्र तु किद् इत्यस्मिन् इकारः अजननासिकः इकारः नास्ति इति कृत्वा इकारः तिष्ठति अस्तु उदाहरणं महोदयेन पूर्वं कृतवान् खलु यत्र ह्रस्वदि इति आं तत्र वदि इत्यस्मिन् इकारः अजननासिकः इकारः अस्ति इति कृत्वा उपदेशे अजननासिकः इत् इत्यनेन लोपः भवति यदा इकारस्य इत्संज्ञा भवति तदा वदि इति धातुः इदित् भवति यदा इदित् इति संज्ञा प्राप्नोति तस्मिन् समये नुमागमः अपि आयाति. अत्र तु इदित् इकारस्य इति संज्ञा कुत्रचित् अपि नास्ति. अस्ति, साधु, धन्यवादः भगिनि. अरुणा भगिनी पठति किं भगिनि अग्रे? उदाहरणं मुचलरु मुच् इत्येव अवशिष्यति उपदेशजनाशक इति सूत्रेण. मुच् श्रेमुचादीनां सूत्रेण नुमागम आगच्छति, मुञ्च् भवति. अनन्तरं नश्च पदान्तश्च जडि सूत्रेण नकारः मोनस् मोनस्वर भवति. तदनन्तरं मुच् अनुस्वारस्य ये परिसवर्णसूत्रेण मकारस्थाने मुञ्च् भवति. मुञ्च् योगश योगः अत् मुञ्चत् रूपं भवति. खिद् अग्रे अपि पूरयतु भगिनि. खिद् खिद खिद् किन् षेमुषादीनां सूत्रेण नुमागम नुमागमनन्तरं नश्च पदान्तश्च जलि सूत्रेण मनुस्वर तदनन्तरम् अनुस्वरस्य परसवर्णसूत्रेण खिन्द् खिन्द् योगः श योगः शत्रु खिन्दत् इति रूपाधिपदिकं प्रसिद्धं भवति. लिप् लिप लिप् लिप् नुमागम शेमुचादीनां सूत्रेण नुमागम आगच्छति. नकार नश्च पदान्तजलिसूत्रेण मख अनुस्वरः भवति. तदनन्तरं नश् अनुस्वरस्य परसवर्णसूत्रेण लिम्प् लिम्प् योगः श योगः शत्रु लिम्पत् रूपं सिद्धं भवति. जानीमः खलु नश्चपदान्तस्य जलि अनुस्वरस्य नश्च पदान्तस्य जलि जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वर आदेशः भवति. पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य नः षष्ट्यन्तं च अव्ययपदम् अपदान्तस्य षष्ट्यन्तं जलि सप्तम्यन्तम् अनेकपदम् इदं सूत्रं मो अनुस्वरः इति अस्मात् मह इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमेव जलि अपदान्तस्य मह नः च अनुस्वारः इति. जल् प्रत्याहारे वर्गस्य प्रथमः द्वितीय तृतीय चतुर्थः च वर्णः अपि च शः इति वर्णाः अन्तर्भूताः. कथम् अग्रे परसवर्णः इति परसवर्ण आदेशः अनुस्वरस्य ययि परसवर्णः ययि अनुस्वरस्य स्थाने परसवर्ण आदेशः भवति. परस्य सवर्णः परसवर्णः षष्ठी तत्पुरुषः. अनुस्वरस्य षष्ट्यन्तं ययि सप्तम्यन्तं परसवर्णः प्रथमान्तं त्रिपदम् इदं सूत्रं. यै प्रत्याहारे शाः एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः संहिताम् इत्यस्य अधिकारः. अनुवृत्तिसहितं सूत्रमेव अनुस्वरस्य ययि परसवर्णः संहिताम् इति. अस्तु महोदय, धन्यवादः भगिनि. अग्रे मणिमहोदय सन्धिकार्यम् इति सन्धिकार्यं द्विधातवः होलोचि लश्च उपदेशचनादिक इत्यनेन अन्तिमवर्ण प्रथमवर्ण ओकारः अपि ईकारः अपि लोपः भवति. अतः लज् इति लश्च सोहोचुनास्तुः इत्यनेन तालव्यकार दन्त्यसकारस्य तालव्यसकार आदेशः भवति. अनन्तरं लश्च लज् जलां जस् जसि इत्यनेन सकारस्य जकार आदेशः भवति. लज्ज योग श योग अत् लज्जत् इति रूपं भवति महोदय. अनन्तरं जलां जस् जसि जलः स्थाने जस् आदेशः भवति. जसि परे इति उक्तं, तदेव उदाहरणमपि दत्तमस्ति. आयप्रत्ययः एकधातव तुधातौ विच् मस्यपि उक्तवान् किं मस्यपि उक्तवान् जलां दृश्यति दातुद्वयम् आसीत् तदेव चिन्तनं कृतवान् पठितवान् इति क्षम्यतां महोदय तदेव समानकार्यं क्षम्यतां महोदय आयप्रत्यय एकधातुः एकधातु तुदादौ विच् इति धातुः धूप विच्छ पणि पणिभ्यः आयः एभ्यः धातुभ्यः आयप्रत्ययः स्यात् स्वार्थे गुपुश्च धूपश्च विच्छ पणिश्च पणिश्च गुपु धूप विच्छ पणि पणयः एतरेतरद्वन्द्व तेभ्यः धातोः प्रत्ययः परश्च इत्येषाम् अधिकार अनुवृत्तिसहितसूत्रं गुपु धूप विच्छ पणि पाणि पणिभ्यः धातुभ्यः आयप्रत्ययः परश्च इति धातुभ्यः आय इति आदेशः भवति पुधु विच्छ पणि पणिभ्यः इति धातुभ्यः. किन्तु आदिगणे केवलं विच्छ इति धातु अन्तर्भूतः अस्ति तत्र विच्छयोग तत्र आय इति भगिनि इति आदेशः अस्ति वा आगमः अस्ति आगमः अस्ति किमर्थम् इत्युक्ते आदेशः इत्युक्ते कस्यापि स्थाने स्थाने आगच्छति अत्र तु केवलं मित्रवत् अस्ति आगमः शत्रुवत् अस्ति आदेशः अस्तु निष्कास्य यदा आगच्छति तत्तु आदेशः इति वदामः यदि मिलित्वा आगच्छति अन्य अन्येन सह स्थानिनः स्थानिना सह आयाति तत्तु आगमः इति तत्र आगमः अस्ति विच्छयोग आय विच्छाय योग योग अ इति शत्र तदादिगणे अत्र अत्र अत्र आय इति आगमः अपि नास्ति भगिनि आय इति प्रत्ययः एव आयाति अस्तु आय प्रत्ययः आयाति अस्तु नूतनधातुः निर्मामः सनाद्यन्तदातवः इति अस्ति तत्र अन्यतमः प्रत्ययः अस्ति आयप्रत्ययः अपि तेषु अन्यतमः अस्ति अतिदेशधातु भवति विच्छाय इति आं भगिनि अस्तु विच्छाय योग अतो गुणे अनेन पूर्वपरवस्थाने पर आदेशः भवति सो विच्छाय इति तिष्ठति विच्छाय योग अत् विच्छायत् इति भवति. अग्रे पठामि वा अग्रे पुष्पा भगिनी पूरयितुं शक्नोति पुष्पा भगिनी विकरणप्रत्यय विकल्प तत्तु एक एक धातु एव अस्ति वा ब्राश ब्लाश भ्रमुक्रमु क्लमु त्रसितृ त्रस् इतृतिलशः ब्राश् ब्लाश् भ्रमु क्लम् क्रम क्लम् त्रस् त्रुट् लश् एभ्यः श्यन् प्रत्ययः विकल्पेन भवति. श्यन् अभावे यः तत् तत्तद् गणस्य विकरणप्रत्ययः विधीयते सः भवति एव. ब्रशश्च ब्लाशश्च भ्रमुश्च क्रमुश्च क्लमुश्च त्रसिश्च त्रुटिश्च लश्च तेषां समाहारद्वन्द्वः द्वन्द्व ब्रश ब्लाश भ्रमु क्रमु क्लमु त्रशिस्तृ तिलश् तिलश् त्रुटिलश् अस्तु. तस्मात् ब्रश् अस्तु. तत् ब्राश् ब्ला म्लाश् न ब्राश् ब्लाश् ब्लाश् भ्रमुक्रमु क्लश् क्लमु त्रसितृ तिलशः. तत् तद् सप्तमी विभक्ति अस्ति न पञ्च पञ्चम्यन्तं पञ्चम्यन्तं अत्र सूत्रम् अनुवृत्तिसहितसूत्रं नास्ति अत्र. सार्वधातुके श्यन् श्यन् दिवादिभ्यः श्यन् इत्यस्मात् श्यन् इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः कर्तृ शप् इत्यस्मात् कर्तृ इत्यस्य अनुवृत्तिः. तुदादौ त्रुट् शप् प्रत्यये त्रुटत् विकल्पेन श्यन् प्रत्यये त्रुट्यत् अस्तु. तद् अत्र किम् इत्युक्ते अत्र शन् दिवादिगणे तद् यकारः आगच्छति, अत्र तुदादिगणे यकारः साक्षात् ए प्रत्ययः न न ये धातवः दिवादिगणे न सन्ति तदेव अस्ति विषयः. दिवादिगणे यद्यपि न सन्ति ते तु सामान्यतया पश्यामः चेत् त्रुट् इति धातुः तुदादिगणे धातुः अस्ति. अन्ये धातवः ये सन्ति ब्राश् ब्लाश् भ्रमु क्रम क्लम् त्रस् लश् एते धातवः तु भुआदिगणे किन्तु विकल्पेन शन् प्रत्ययः अपि भूत्वा वैकल्पिकं रूपम् अपि आयाति दिवादिगणवत् रूपम् आयाति तस्तेषां. तर्हि अन्ये धातवः भुआदिगणे सन्ति त्रुट् इति धातुः किमर्थं त्रुट् इति स्थापितम् इत्युक्ते भुआदिगणे स्थापितम् आसीत् चेत् तस्य तु गुणकार्यं भवति त्रोटत् इति भवति इति कृत्वा धुतादिगणे स्थापयित्वा तस्य गुणः मास्तु इति कृत्वा त्रुटत् इति रूपम्. अन्ये तु तत्र उपादायं किमपि नास्ति खलु, अन्ये तु भुआदिगणे सन्ति. त्रुट्यत् अपि अस्ति त्रुटत् अपि विकल्पेन रूपं शन् प्रति अपि विकल्पेन इति रूपम् अस्तु भगिनि. कर्मणि पदे आगच्छति अत्र सार्वधातुके कर्मणि अत्र क्षम्यतां यक् प्रत्ययः सार्वधातुके यक् इत्यस्मात् अत्र किमर्थं आमां यक् इति सामान्यतया तु कर्मणि एव आयाति. आं भावे च कर्मणि च आयाति आं सत्यं भगिनि, किन्तु अत्र तु अस्माकं विषयः नास्ति. सार्वधातुके एक इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः आयाति तावदेव. सार्वधातुके इत्यस्य अनुवृत्तिः अस्ति. भगिनि समाना नास्ति इति वदतु तदेव भगिनि, मया उक्तं न तदेव समानं नास्ति इति विद्या भगिनी वदति. तत् कथं वदति न जानामि कुत्र उक्तवती इदानीं मया उक्तं न उभयत्र रूपाणि समानानि इति. शीता शीता नास्ति, शीया तदेव तदेव वदति. खलु अत्र तु तत्र तु शप् इति आगच्छति, तर्हि शीय इत्येव रूपम् अस्ति, शीयमान इत्येव रूपं शीयमान एव. परन्तु कथं केवलं किम् अस्ति तदेव उक्तं मया न जाने भगिनि केवलं किम् इत्युक्ते यत्र आम् कियद्वादौ चिन्ता मां समानं रूपम् अस्ति भगिनि क्षम्यताम् एतावत्पर्यन्त अन्यप्रश्नः अस्ति किं करपत्रे संक्षेपरूपेण पश्यामः चेत् अस्माकं तु कार्यं सामान्यकार्यं किम् इत्युक्ते केवलं वर्णमेलनं गुणकार्यं तु निषिद्धमस्ति अतो गुणे इति शत्रुप्रत्ययसमेलनं भवति अनन्तरम् यदि इगन्तदातवः सन्ति चेत् सामान्यतः इकारन्त उकारान्तदातवः सन्ति चेत् अचिष्णुदातु ब्रुवाङ्गे कार्यम् अनन्तरं उरुकारान्त अस्ति चेत् नूतनसूत्रं सूत्रं षण् प्रत्यय यत्र यत् कर्मणि अपि एतदेव सूत्रम् आयाति हरिङ् इत्येव आदेशः भवति ऋकारान्तदातूनां तथा एव ऋकारान्तदातूनां हृदयिद्धातोः इत्यस्य कार्यं भूत्वा उरण्ड्रपरः अपि आयाति ऋङ्क्ष इङ्ग्लिश् यत्र आयाति तत्र तु पुनः अचिष्णुधातु ब्रुवाङ् इत्यस्यपि कार्यं भवति दीर्घ ऋकारान्तदातूनां हृदयिद्धातोः उरण्ड्रपरः इति कार्यद्वयं भवति अनन्तरमस्ति अस्माकं धातु आदेशः षड् षड् षड् इति धातुद्वयं दृष्टवन्तः अनन्तरम् इष् धातोः स्थाने चकारस्य स्थाने चकारः आयाति अनन्तरं सम्प्रसारणेन धातवः तु चत्वारः सन्ति अत्र इति कृत्वा तदपि अस्माभिः दृष्टम् नुमागमस्य कार्यं तु अत्र शेमुजादीनाम् इत्यनेन नुमागमः भवति तुधादिगणे सर्वे मुजादि अन्तर्गणीयदातवः तु तुदादौ सन्ति इति कृत्वा अत्र नुमागमः भवति अनन्तरं आयप्रत्ययः विच्छदातुः आयप्रत्ययः इति आयाति अनन्तरं विकरण अनन्तरं त्रुट् धातोः वैकल्पिकं रूपमपि वर्तते षन् इत्यपि आयाति तर्हि यत्र तुदादि शप्रत्यये परे त्रुटत् षन् प्रत्यये परे त्रुट्यत् इति रूपं रूपे साधयामः अपि अस्ति इति आम् आम् त्रिम्फादीनां चेत् भिन्नं भवति द्वे सूत्रे न किं भगिनि शे त्रिम्फादीनाम् अपि शे मुचादीनां द्वयोः नुमागमः भवति किन्तु सूत्रं भिन्नम् अस्ति द्वयोः आदि पुनः आगच्छति पुनः त्रिम्पादीनां सूत्रेण पुनः आगच्छति परन्तु अत्र आगच्छति एव चेमुचादीनाम् इति सूत्रेण त्रिम्पादीनां नुं वाचः इति वार्तिकम् अस्ति तर्हि त्रिम्फादिदातवः सर्वे तु यत्र इदित् अस्ति अस्माकं तुदादिगण्यदातवः सर्वे तु त्रिम्फादि अस्ति इति कृत्वा त्रिम्फादि अन्तर्गणे वर्तते इति कृत्वा तेषां सर्वेषामपि पुनः यद्यपि अनिदितां हलुपदायानिधि इत्यनेन यस्य इदित् नास्ति किन्तु नकारः आदौ मध्ये अस्ति मूलरूपे अस्ति अनिदितां हलोपदायानिति इत्यनेन लोपः भवति अपगच्छति अनन्तरं शे त्रिम्पादीनां वाच इति न पुनः आगम्यते आनयामः भगिनि मुजादि अन्तर्गणे तु नास्ति एव इति कृत्वा नूतनतया मुजादीनां अनुमागमः विधीयते शे मुजादीनाम् इति सूत्रेण किं प्रश्नः अस्ति किं भगिनि रेफा स्थाने ऋकारः केन सूत्रेण आगच्छति सम्प्रसारणेन दातवः रेफस्य स्थाने विधिसूत्रं तु ग्रहीजावयि इति विधिसूत्रम् अस्ति ग्रहीजावयि इत्यनेन सम्प्रसारणकार्यं विधीयते एतेषां धातूनां किन्तु रेफस्य स्थाने ऋकारः इति कथं जानीमः अनन्तरं यकारस्य स्थाने इकारः इति कथं निर्णेतुं शक्नुमः इत्युक्ते तदर्थम् अन्यत् सूत्रमस्ति किम् आसीत् इक्यणः सम्प्रसारणम् इति सूत्रं यण् स्थाने इक् वर्णः एव सम्प्रसारणकार्यम् इति सूत्रं वदति किन्तु विधिसूत्रं लेपस्य स्थाने तु ऋकारः तु गृहिज वै इति विधिसूत्रमस्ति, एतदेव विधीयते. सम्प्रसारणम् इति अनुवृत्तितः आयाति, गृहिज वै प्रचान्दिनाम् इति च सम्प्रसारणम् अपि भवतु इति विधिसूत्रं वदति, एतदेव सूत्रम्. धन्यवादः. तत्तु पुनः सम्प्रसारणे सम्प्रसारणम् इति सम्प्रसारणवर्णद्वयम् अस्ति चेत् उदाहरणार्थम् अत्र बहि अत्र तु विच्छति इति अस्ति खलु, व्यच् इति धातोः, व्यद् इति धातोः, व्यद् अपि अस्ति, व्यद् व्यच् एतेषां धातूनां तु वर्णद्वयम् अस्ति, वकारः अनन्तरं यकारः अपि सम्प्रसारणेन वर्णाः सन्ति इति कृत्वा तस्य वर्णस्य इति निर्णेतुं न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं वदति. प्रथमसम्प्रसारणवर्णस्य न भवति, किमर्थम् इत्युक्ते परे पुनः सम्प्रसारणवर्णः अन्यत् अस्ति इति कृत्वा प्रथमवर्णस्य न भवति, द्वितीयस्य एव कार्यं भवतु इति. तत्तु व्यच् व्यच् ब्रश् तदेव द्वे अपि अस्तु. इव्र तत्रापि समानमस्ति, वकारः अनन्तरं रेपः अपि सम्प्रसारणवर्णः अस्ति, वर्णद्वयं वर्तते तर्हि ब्रश् इत्यस्मिन् तर्हि रेपस्य एव सम्प्रसारणं भवति, वकारस्य न भवति. ब्रश्च अस्तु अस्तु भगिनि, धन्यवादः. धन्यवादः भगिनि. प्रथमपाठः न शुभाशय शुभाशयाः धन्यवादः.